अस्तु, तर्हि अत्र स्वरसन्धिः इति विषयः. तत्र प्रथमतया सवर्णदीर्घसन्धिः इति इच्छति इति इच्छति इति भवति खलु, इति योगः इच्छति इति इच्छति. तदनन्तरं गुणसन्धिः अत्र इव अकारः इकारः द्वयोः संयोजनेन तत्र अत्रैव एकारः अत्रैव. पुनः अत्र एव अकारः एकारः इति वृद्धिसन्धिः अत्रैव. तदनन्तरम् अन्ततो गत्वा यण् सन्धिः, तत्र इति अत्र इकारः अकारः इत्यत्र. तर्हि सवर्णदीर्घसन्धिः इत्यच्छति, गुणसन्धिः अत्र इव अत्रैव, वृद्धिसन्धिः अत्र एव अत्रैव, यन्सन्धिः इति अत्र इत्यत्र इति एतत् सर्वं वयं ज्ञातवन्तः. इतः अग्रे सरेम. अधुना गतवर्गस्य अन्तिमसमये यन्सन्धेः सूत्रं वयम् अवलोकितवन्तः. तत्रापि पुनः किञ्चित् पुनस्मरणत्वेन पश्येम. इदानीं जनानां के के सन्ति इति. नूतनतया येषां नामानि, हा पुष्पाभगिनी, अनन्तरं के के सन्ति? सतीश भाटिया. सतीशमहोदय, अनन्तरं का भगिनी? पद्मा. पद्मा भगिनी, हा अनन्तरं कोऽपि वा? अखिला महोदय. अखिला भगिनी, हा स्वागतम्. अनन्तरं कोऽपि वा? अस्तु, इति इदानीं सर्वेषां पुरतः यण् सन्धिः इति अस्ति. यण् सन्धिः तत्र हरीशमहोदय तत्र पठति वा, आरम्भतः अन्तपर्यन्तं अनन्तरं क्रमेण किं किम् अस्ति इति? एवं करपत्रात् खलु इको एनर्जि इति. सत्यम्. इको एनर्जि इति सूत्रम् इकस्थाने यण् आदेशस्यात् अचिपरे संहितायां दुषये. इकः यण् स्यात् असवर्णे अचिपरे इति सूत्रस्य फलितः अर्थः इति ज्ञेयम्. सवर्णे अचिपरे अकः सवर्णे दीर्घः इति अनेन यण् बाधितम्. इकः षष्ठ्यन्तं, यण् प्रथमान्तम्, अचि सप्तम्यन्तं, त्रिपदम् इदं सूत्रं. संहितायाम् इति अस्य अधिकारः. अनुवृत्तिसहितसूत्रम् इकः यण् अचि संहितायाम् इति. क्रमेण किं किम् अस्ति इति. एवं सूत्रम् अस्माकं सूत्रमस्ति यण् सन्धेः विषये. तत्र इको यणचि इति आदौ तत्र पदच्छेदः करणीयः. तत्र इकः यण् अचि त्रिपदम् इदं सूत्रं. तत्र इकः इति पदं षष्ठ्यन्तं पदं भवति. अतः तत्र किमपि अन्यत् पदं योजनीयं भवति. यतोहि तत्र स्थाने इति पदेन एव इकः इति पदम् अन्वेति. इकस्थाने यण् आदेशः स्यात् अचिपरे संहितायां विषये इत्येव सूत्रस्य अर्थः भवति. यदि तत्र इक् वर्णपरतः तत्र यदि अचिपरे अस्ति चेत् तत्र यणादेशः भवति इत्येव सूत्रस्य अर्थः. उदाहरणरूपेण इति अत्र, तत्र इति प्रथमं पदमस्ति, तत्र अन्ते इकारः अस्ति, इकारपरतः अस्ति अकारः, तदेव अचि परे. इदानीं तत्र यण् आदेशौ भवति, अत एव तत्र इकारस्य स्थाने यकारः आदेशः भवति इको यणति इति. अपि च अचिपरे इति सामान्यतः तत्र उच्यते, परन्तु यदि सवर्णः अच् अस्ति चेत् तत्र सवर्णदीर्घसन्धिः एव भवति, अत एव यण् बाधितं भवति इति विषयः. अपि च संहितायाम् इति अस्य कथनेन किं भवति? एवं संहितायाम् इति तत्र अधिकारसूत्रमस्ति, तद् प्रत्यस्मिन् सूत्रे अनुवर्तते. संहितायाम् इत्युक्ते तत्र यदा पदानां मध्ये अवकाशः अर्धमात्रात् न्यूनः भवति तदा एव सन्धेः अवकाशः भवति. तदेव अतिशयितः सन्निकर्षः स्यात् तदानीम् एव सन्धिर् जायते. अत एव तत्र संहितायाम् इति पदं पुनः पुनः तत्र सर्वेषु सूत्रेषु अनुवर्तते. हा, इति विषयः बहु समीचीनमस्ति. धन्यवादः महोदय. हा, तर्हि अत्र इति यथा इति योगः अत्र यदि वदामि मन्दं मन्दम् इति अत्र तत्र अवकाशः भवति द्वयोः पदयोः मध्ये अथवा द्वयोः वर्णयोः इकार अकारयोः मध्ये अवकाशः अस्ति इति कारणतः संहितायां विषयः न भवति. संहिता इति विषयः न भवति इति कारणतः तत्र सन्धिः अपि न भवति. अस्माकम् इच्छा तत्र इच्छानुगुणं तत्र विवक्षानुसारम् इति वदामः, यथा वक्तुम् इच्छा भवति विवक्षा तथा सन्धिः भवति अथवा न भवति इति वाक्यस्तरे. तत्र अस्माकं विकल्पः अस्ति. शीघ्रं वदामः चेत् तत्र इत्यत्र इति इकारस्य स्थाने यकारः भवति इत्यत्र, मन्दं भवति चेत् इति अत्र, इति तावदेव अस्ति. अखिल भगिनी, तत्र किञ्चित् एक इत्युक्ते किं, यण् इत्युक्ते किम्, अच् इत्युक्ते किम् इति. आं महोदय, इक् इत्युक्ते अत्र माहेश्वर सूत्राणि वयं पूर्वम् अवलोकितवन्तः. अत्र इक् इत्युक्ते ऐ ऐ उन् ऋलक् इति अस्ति. अत्र ऐ उन्तः इ तत्र सर्वे पञ्चमे पुटे पश्यन्तु, पुस्तकस्य पञ्चमे पुटे इति तत्र प्रत्याहारः इति प्रत्याहारः इति विषयः. प्रत्याहारः इत्युक्ते कः भगिनि? हा, प्रत्याहारः इत्युक्ते अत्र माहेश्वरसूत्राणि यानि सन्ति तत्र यदा वयं अण् इति वदामः चेत् तत्र अ इ उ इति अस्ति, तदेव तत्र प्रत्याहारः इति. अत्र प्रथम द्वयं पश्यामः चेत् अत्र ऐ उन् ऋलुक् इति अस्ति. तत्र ऐ उन् तः ऐ उन् इति यः प्रथमप्रत्याहारः अस्ति तस्मिन् ईतः यदा इक् इति वदामः तस्मिन् ईतः क पर्यन्तं, परन्तु क तु इत् संज्ञा प्राप्नोति तर्हि तत्र ककारः तत्र नास्ति. यदा इक् इति वदामः तस्मिन् अन्तर्भूतः नास्ति, तर्हि इ उ ऋ ऋ इति चत्वारि वर्णानि एव अन्तर्भूतानि. क्षम्यतां, चत्वारः वर्णाः एव अन्तर्भूताः यदा इक् इक् इति वदामः. तथैव तत्र पञ्चम प्रत्याहारः पश्यामः चेत् तत्र हयवरट् इति अस्ति, तदनन्तरं लन्. हयवरट् मध्ये तत्र यकारः यः अस्ति तस्मात् नकारः लन् इत्युक्ते तत्र नकारः यदस्ति तत्पर्यन्तमस्ति यण् इत्युक्ते तत्र यवर् ल इति चत्वारः वर्णाः पुनः अन्तर्भूताः यदा यण् इति वदामः. तदनन्तरम् अचि इत्युक्ते तत्र प्रथमचत्वारः प्रत्याहारः इत्युक्ते ऐ अतः ए औच् इति यत्र चकारः दृश्यते तत्पर्यन्तं, तर्हि अ इ उ ऋ ए ओ ऐ औ इति भवति. इत्युक्ते तत्र सर्वे स्वराः अच् इत्युक्ते वयं पूर्वमपि एकवारं दृष्टवन्तः, अच् इत्युक्ते सर्वे स्वराः, हल् इत्युक्ते सर्वे व्यञ्जनाः इति. तर्हि तदेव अचि इत्युक्ते सर्वाणि व्यञ्जनानि, अचि इत्युक्ते तत्र यदा तत्र तत्र सप्तमी तत्सर्वं हरीश् महोदयेन पूर्वम् उक्तं, तर्हि अच् इत्युक्ते केवलं सर्वे स्वराः इति. हा, बहु समीचीनमस्ति. तत्र अन्तर्भूताः महोदय, एकम् एकः विषयः वक्तव्यः सम्प्रति, परन्तु समयः अस्ति चेत् अहं वक्ष्यामि, समयः नास्ति चेत् अनन्तरं. कः विषयः? तत्र इक् इति प्रत्याहारे इ उ ऋ ल एव तस्य उच्चारणं, लृ इति न भवति. तत्र प्रायः इयं समस्या देवनागरीलिप्याम् एव भवति. लृ इति लकार ऋकारयोः संयोगः, तत्तु भिन्ना. अत्र स्वराक्षरम् एवं भवति, ल एव तस्य उच्चारणं. तत्र लृ इति ऋकारः न श्रूयते अन्ते. अत्र लकारस्य अधः सि, आङ्ग्लभाषा सि इति एकं तत्र चिह्नम् अस्ति. यदि लृ भवति चेत् साक्षात् सि भवति, यदि ल भवति तत् किञ्चित् उपरि गच्छति, सि इव न दृश्यते. तत् तत्र तु परिवर्तनीयं भवति. लृ इति भिन्नः, ल इति स्वराक्षरं भिन्नं भवति. अस्तु अस्तु महोदय, धन्यवादाः. हा, अत्र अग्रे अस्ति, अत्र ण क ङ च इति चत्वारः वर्णाः इत् संज्ञकाः इति किञ्चित् स्मारयामि. अत्र अ इ ओण् इत्यस्मिन् णकारः इत् इत् संज्ञकः, वृलृक् इत्यस्मिन् ककारः इत् संज्ञकः, ए ओङ् इत्यस्मिन् ङकारः अपि तथा, ए ऐ औच् इति चकारः अपि तथा. ते च वर्णाः न अन्तर्भूताः भवन्ति प्रत्याहारेषु इति स्मरणीयमस्ति. हा, अस्तु, समीचीनमस्ति. तर्हि आहत्य एकः याण् अचि, एकः इति षष्टिविभक्तिः, षष्टि लक्ष्मीभगिनी वदतु, षष्टि इत्यनेन किमस्ति? लक्ष्मीभगिनी, भगिनी अस्ति? एकः इत्युक्ते स्थाने षष्टिविभक्ति. हा, स्थाने. हा, तत्र यान् इति का विभक्तिः, कः अटः च? यन् प्रथमान्तं, प्रथमा विभक्तिः. हा, तस्य अटः कः? यन् आदेशः भवति, आदेशः. आदेशः. अचि, अचि सप्तम्यन्तं, तत्तु परकार्यं, पूर्वकार्यमस्ति. पूर्वकार्यं महोदय, यस्य सप्तमीभक्तिः तदनन्तरं भवति इति तु सत्यं. कार्यं पूर्वमस्ति, अच् अनन्तरमस्ति. हा, बहु समीचीनमस्ति. हा, आहत्य एक् इति प्रत्याहारः, तत्र स्थाने इति वदामः, स्थाने, यस्य स्थाने भवति इति स्थाने. यतः गुणिन् गुणी इति अस्ति, गुणि यस्य गुणः अस्ति सः गुणी अस्ति, यस्य स्थाने सः स्थानी इति अस्ति. स्थानेन् इति प्रथमा भक्तौ स्थानी, अनन्तरं यान् इति आदेशः, स्थाने आगच्छति. अचि इति पूर्वकार्यम्. अस्तु, स्पष्टं स्यात्. यान् सन्धिः, पुस्तके अग्रे गच्छेम. तर्हि अधुना महोदय, राजेन्द्र अस्मि, क्षमता, विलम्बेन आगतवान्. अस्तु अस्तु महोदय, स्वागतं. हा, अग्रे सुब्रह्मण्यं महोदय, कृपया अग्रे अभ्यासः अस्ति, तत्र विंशतितमपुटे अस्ति इति मन्ये. महोदय, श्रूयते वा महोदय? स्थूलाक्षरेषु, स्थूलाक्षरेषु पदेषु सन्धिच्छेदं कुरुत. परमात्मा इत्युदाहृतः, अत्र इत्युदाहृतः इति स्थूलाक्षरे अस्ति. अत्र उकारः अस्ति, न यकारः अस्ति, अतः प्रायः अत्र पदान्ते इकारः अस्ति इति योगः उदाहृतः इति भवति महोदय. अत्र बहु समीचीनम्. इकारस्य उकारस्य मेलनेन अत्र इको यणचि इत्यस्य प्रसक्तिः. अत्र इकारस्य यकारः भवति प्रथमम्, अनन्तरं यकार उकारयोः मेलनं भूत्वा इत्युदाहृतः इति भवति. बहु समीचीनमस्ति. अजय महोदय अग्रिमं कृपया. सम्भवाम्यात् ममायया सम्भवामि आत्ममायया इकार यकारः स्थाने इकारः न न विपरीतत्वेन खलु. हा हा अस्तु. हा नाम विच्छेदः क्रियते चेत् यकारः अस्ति. हा किन्तु मूले किम् आसीत्? मूले इकारः आसीत् सम्भवामि आत्ममायया. हा बहु समीचीनमस्ति महोदय. अग्रे रामप्रिया भगिनी कृपया. आं महोदय. यजन्त्यविधिपूर्वकम् अत्र यकारः अस्ति अतः इकारः यजन्ति अविधिपूर्वकम्. हा अपि च यथोक्तं गतिसप्ताहे अत्र मनसि भवेत् यत् सवर्णस्य दीर्घसन्धिः गुणसन्धिः विधिसन्धिः तत्र पूर्वपरयोः स्थाने इति भवति. अत्र तथा नास्ति खलु? तावता सर्वत्र पूर्वपरयोः इति आसीत्. अत्र तथा नास्ति. याण अत्र पूर्वपरयोः इति सूत्रस्य नाम एकः पूर्वपरयोः इति अधिकारसूत्रम् अत्र न अन्वेति. अस्तु समीचीनमस्ति. केवलं प्रथमवर्णस्य स्थाने इकारः समीचीनमस्ति. बालसुब्रह्मण्यं महोदय कृपया. महोदय अस्ति. अपि च कस्यचित् कारणेन स्टेटिक् भवति मध्ये मध्ये लैन् मध्ये न जाने कस्य अस्ति किन्तु म्यूट् करोति चेत् स्टार् सेक्स् इति स्थानेन म्यूट् भवति खलु. स्टार् सेक्स् नो दिनेन तत्र म्यूट् स्टेटिक् अस्माकं स्थगितं भविष्यति इति मध्ये मध्ये भवति न जाने किमर्थं. बालसुब्रह्मण्यम् अस्ति वा? अस्तु. ये म्यूट् कृतवन्तः ते तु कारणं न यत् इदानीमपि स्टार् अस्ति अतः प्रमाणितं जातमस्ति. येषां म्यूट् जातमस्ति ते तु तेषां म्यूट् इत्यस्य आवश्यकता नास्ति. अस्तु अग्रे गच्छेम तर्हि. सुमित्रा भगिनी अग्रे कृपया. शृणोति वा महोदय? आं महोदय. दुःखेष्वनु विघ्नमनाः बकारः अस्ति अतः दुःखेषु योगः अनुद्विग्नमनाः उकारः स्थाने बकारः आदेशः. हा इति अस्ति. बहु समीचीनमस्ति भगिनि. अपि च वकारस्य अनन्तरं कः वर्णः? वकारस्य अनन्तरं इति पूर्वमपि अस्ति अकारः अनन्तरमपि अस्ति अकारः तत्र यथावत् तिष्ठति खलु इति सर्वेषां मनसि भवेत्. समीचीनं. बालसुब्रह्मण्य महोदय अग्रे. अस्तिष्ठकामदुक् सुगीत महोदय. आम् आम्. अस्तिष्ठकामदुक् अस्तु इष्टकामदुःख. हा बहु समीचीनं. तत्र किमस्ति? तु इष्टकामदुःख. हा नाम किं जातं कस्य स्थाने किं? तु उखारस्थाने बकारः हा इति अस्ति. बहु समीचीनमस्ति महोदय. अस्तु अग्रे श्रीम तर्हि रक्षाभगिनी कृपया. सन्धिं कुरुत भवती अल्पमेधासां भवति अल्पमेधासां तत्र इकारस्य परतः अकारः तर्हि इकारस्य स्थाने यकारः भवत्यल्पमेधसाम् तत्र फलं किमस्ति भवत्यल्पमेधसाम् इति स्थितिरस्ति अस्तु अभिनवमहोदय कृपया अग्रे आं महोदय इन्द्रियाणि योगः आदौ इकारस्य पश्चात् आकारः अस्ति अतः यकारः भवति इकारस्य स्थाने यकारः भवति इन्द्रियाणि आदौ समीचीनमस्ति लक्ष्मी भगिनी उक्तवती राधिका श्रुणोति एव अस्तु सदैव महोदय अग्रे आं महोदय इति योगः उपधारय इकारः योगः उकारः वकारः भवति वकारः इति वदति वा तत्र किञ्चित् चिन्तयतु तत्र एक् प्रत्याहारे के के वर्णाः अपि च यण् प्रत्याहारे के के वर्णाः तत्र स्थानम् अनुसृत्य उच्चारणस्थानमिति वयं न अधीतवन्तः किन्तु क्रमेण अपि वस्तुतः तत्र मतभेदः अस्ति एकोयनचि इत्यस्मिन् स्थानेन्तरतमः अध्ययनेन स्थानमनुसृत्य भवति अथवा पश्यन्ति चेत् तत्र अग्रिमे सूत्रे यचो यवायावः इति सूत्रे तत्र एकं सूत्रमस्ति यथासङ्ख्यम् अनुदेशः समानम् यथासङ्ख्यम् अनुदेशः समानम् इत्यनेन क्रमेण नाम तत्र इ ऊर् लृ इत्येषां स्थाने क्रमेण अपि भवति खलु यवरल यदि केचन वदन्ति यथासङ्ख्यम् इति सूत्रेण केचन वदन्ति यत् स्थानेन्तरतमः इति मुखे यत् स्थानं भवति उच्चारणार्थं तदनुसृत्य इक् नाम यण् सन्धौ क्रमः चिन्तनं प्रक्रिया कथमस्ति इति तत्र कश्चन मतभेदः अस्ति यत्किमपि भवतु नाम सहदेव महोदय अत्र क्रमेण इति चिन्तयतु क्रमेण इति यत्र भवति पञ्चमेपुटे पश्यतु तत्र प्रत्याहाराः तत्र इक् इति क्रमेण इ उ लृ इति अस्ति अनन्तरं यण् के के वर्णाः सन्ति सदे महोदय वदतु यण् यण् इकारः यण् यण् यण् प्रत्याहारे के के वर्णाः यण् सन्धिः इकारः योगः अकारः यकारः भवति यकारः भवति अस्तु नाम क्रमेण अस्ति इ ऊर् अनन्तरं यण् अति य वर ल अतः इ स्थाने य उ स्थाने व ऋ स्थाने र इति क्रमेण भवति तर्हि इ स्थाने य इति करोतु इति योगः उपधारय इकारः स्थाने यकारः भवति इत्यापधारय न इति उकारः अनन्तरं यः स च उकारः तिष्ठति एव पुनः वदतु इकारस्य स्थाने यकारः किन्तु उकारः तु तिष्ठति अनन्तरं यः पुनः युपधारय इति उपधारय इत्युपधारय इत्यु इत्यु इति भवति इत्युपधारय वदतु एकवारम् इत्युपधारय इति अस्ति समीचीनं तर्हि अग्रे गच्छामि महोदय अहम् इदानीं वक्तुं शक्नोमि राधिका अस्मि इदानीं वक्तुं शक्नोमि अहम् अस्तु भगिनि वदतु कृपया मोहयति एषः मोहयति इति पदस्य अवस्थाने इकारः भवति इकारः अस्ति एषः इति पदस्य आदौ एकारः अस्ति इकारस्य स्थाने यकारः आदेशः भवति एकारः अत्रैव अस्ति भवति किमपि परिवर्तनं नास्ति मोहयत् एषः इति पदं निष्पन्नः हा मोहयत्येषः समीचीनमस्ति धन्यवादः हा अस्तु सम्यक् अस्ति भगिनि अग्रे विद्या भगिनि अग्रे कर्मसु योगः अनुषज्यते अत्र उकारस्य स्थाने वकारः अकारः तत्रैव तिष्ठति कर्मवनुषज्यते हा इति समीचीनमस्ति हा स्थितिः सम्यक् अस्तु श्रीनिवासमहोदय महोदय धातृः योगभोजः धातृ अत्र धातृ ऋकारः अस्ति अन्ते ऋकारस्य स्थाने रेफा आदेशः भवति महोदय धातृज धातृजः इति धातृजः धातृयोगः ओजः धातृजः इति भवति समीचीनं सरला भगिनी अग्रे क्षिपामि योज अजसम् इकारस्य स्थाने य आगच्छति आदेशः भवति तथैव तिष्ठति क्षिपाम्यजसं निष्पन्नं भवति हा पुनः पुनः फलं किम् इति वदतु क्षिपाम्यजसम् हा इति अस्ति हा सम्यक् सम्यक् पुष्पा भगिनी अग्रे अस्तु महोदय श्रूयते श्रूयते हा सरस्वती योगः ऐश्वर्यम् अत्र ईकारस्थाने यकारः आयाति आदेशः सरस्वत्यैश्वर्यम् तत्र पश्यन्तु ईकारः भवतु दीर्घ ईकारः ह्रस्व ईकारः इति भवतु नाम तत्र उभयत्र कार्यं तथैव उकारः ऊकारः ऋकारः ऋकारः इति सर्वत्र तथा अस्तु अग्रे गच्छेम तर्हि सतीश् महोदय अग्रे वक्त्रे औदासीन्यम् ओके त्रि वक्त्रि रि संयुक्त औदार्यं न शब्दः कः पुनः वदतु वक्त्रयोगः वक्त्र औदास् वक्त्रि औदासीन्यम् औदासीन्यं त्रि रि रि औदास्यं ज ज भवति रि औदास्यं ज इति वदति वा नाम ऋकारस्थाने कः वर्णः न अत्र एकः स्थाने यान् तत्र प्रत्याहारे के वर्णाः अन्तर्गताः सूत्रं वक्त्रि रौदासीन्यं विचारः समीचीनः, विचारः समीचीनः अस्ति. इदानीं भवता अवगतमस्ति विचारः, अवगतः विचारः इति कृत्वा अत्र ऋकारस्य स्थाने रेफः भवति, तर्हि अत्र किन्तु उच्चारणं कथं वा स्यात्? ओ वक्त्रिरौदासीन्यम् अत्र अत्र रक्षा भगिनी किञ्चित् सहायं करोतु कृपया. अत्र वक्त्रौदासीन्यम् इति समीचीनम् रेफः योगः औ रौ अत्र महोदय लिपि तु ककार त्रकार अस्ति न अत्र वर्णत्रयमस्ति ककारः तकारः ऋकारः तत्तु त्रकार वर्णत्रयमस्ति शृणोतु भगिनि पुष्प भगिनी शृणोतु अत्र ककारः तकारः ऋकारः वक्त्र त्रयः वर्णाः तत्र ऋकारस्य स्थाने रेफः भवति वक्त्रौदासीन्यम् इति समीचीनं महोदय लिपि लिपि पृष्टामि लिपि तस्य उत्तरमपि उक्तं मया ककारः तकारः ऋकारः त्रयः वर्णाः अस्तु अग्रे गच्छेम इदानीं यन् सन्धिः समाप्तः अग्रे गच्छामः इदानीम् अग्रे अग्रे किं लिखितमस्ति इति पद्मा भगिनी पठति वा श्रूयते वा महोदय आम् यान्तावान्तादेशसन्धि यान्ता इति न यान्त यान्तवान्तादेशसन्धिः आयादिश आयादिसन्धिः एतानि उदाहरणानि परिशीलयत हरे योगः ये हर् योग ए योग ये हर् योग आय् योग आ ये योग हरये इति कृत्वा किं जातमस्ति किस् कस्य स्थाने किं जातम् एकार स्थाने आयाति बहु समीचीनमस्ति भगिनि हा सर्वे पश्यन्तु अत्र पुनः पूर्वपरयोः इति नास्ति हा तत्र सवर्णदीर्घसन्धिः गुणसन्धिः वृद्धिसन्धिः तत्र पूर्वपरयोः अत्र किन्तु तथा नास्ति यण् सन्धौ तथा नास्ति अत्रापि नास्ति यान्तु वान्तादेशसन्धिः तत्र केवलं प्रथमवर्णस्य स्थाने आदेशः भवति द्वितीयवर्णः यथावत् तिष्ठति अतः हरे योगः ए तत्र प्रथम एकारस्य स्थाने ऐ आदेशः भवति हरये इति अस्ति समीचीनमस्ति राजेन्द्रमहोदय अग्रे कृपया आम् आम् महोदय विष्णो योग ए विष्णुयोग ओ योग ए ऐ ऐ विष्णुयोग ओ योग ए तत्र ओ स्थाने अव् आदेशः भवति ए तथैव तिष्ठति विष्णवे निष्पन्नं भवति हा हा इति अस्ति प्रथमे उदाहरणे तत्र एकारः आसीत् अतः ए स्थाने ऐ अत्र ओकारः अस्ति अतः ओ स्थाने अव् अस्तु रामप्रिया भगिनी अग्रिमं करोतु कृपया आं महोदय नै योगः अकः नकारः योगः ऐ योगः अकः ऐ स्थाने आय् आदेशः भवति अत्र नकारः योगः आय् योगः अकः नायकः रूपम् अपि च अग्रे यः अकः अस्ति तस्य अकारस्य परिवर्तनं न भवति इति अस्माभिः दृष्टं यथा यण् सन्धौ अत्रापि द्वितीयवर्णस्य परिवर्तनं न भवति यथावत् तिष्ठति, अतः ऐ कार्यस्य स्थाने आय् आदेशः भवति, नायकः. समीचीनमस्ति. अग्रे हरीशमहोदय कृपया अग्रे. श्रूयते वा? आम् आम्. पूजार्हौ अरिसूदन इति पदद्वयं तत्र वर्तते. इदानीम् अस्माकं विषयः अस्ति यान्तवान्तदेशसन्धिः. तत्र पूजार्हौ इति पदस्य अन्ते औकारः अस्ति, अपि च अचि परे अस्ति, तत्र अकारः अस्ति परे. तदर्थम् इदानीम् औकारस्य स्थाने आव् इति आदेशः भवति. पूजार् आव् अ रिसूदन इति तत्र पदा वर्णानां मेलनेन पूजार्हावरिसूदन इति तत्र पदं निष्पन्नं भवति. हा, इति स्थितिः. बहु समीचीनमस्ति, धन्यवादः महोदय. औकारस्य स्थाने आव् अत्र आहत्य अस्माभिः यावद् भवति अस्मिन् सन्धौ तावत् दृष्टमस्ति. नाम एकारस्य स्थाने ऐ, क्षम्यता, ए स्थाने ऐ आदेशः, ओ स्थाने अव् आदेशः, ऐ कारस्य स्थाने आय् आदेशः, औ कारस्य स्थाने आव् इति तावदेव अस्ति. अनन्तरं यः कोऽपि स्वरः इति नियमः अस्ति. तर्हि अग्रे सुब्रह्मण्यमहोदय अग्रिमम् उदाहरणं कृपया. द्वौ योगः इमौ, अत्र प्रथमशब्दे प्रथमशब्दस्य अन्ते औ अस्ति, द्वितीयशब्दस्य आदौ इकारः अस्ति, अतः औ योगः इ अस्ति. इदानीम् अत्र औकारस्य स्थाने आव् आदेशः भवति, अतः अनन्तरम् इकारः तथैव तिष्ठति. इदानीं द्व योगः आव् योगः इ योगः मौ, अत्र वर्णमेलनं भूत्वा द्वाविमौ इति रूपं निष्पन्नं भवति. हा, बहु समीचीनमस्ति. पुनः तदेव उदाहरणं यथा पूर्वं हरीशमहोदयेन उक्तम्, अत्र औ स्थाने आव्. अस्तु, सुमित्रा भगिनी अग्रे यत् लिखितमस्ति तत् पठति वा? एतेषु उदाहरणेषु ए ओ ऐ औ वर्णेभ्यः परतः स्वराः सन्ति. तत्र ए वर्णस्य स्थाने ऐ आदेशः, ओ वर्णस्य स्थाने औ आदेशः, ऐ वर्णस्य स्थाने आय् आदेशः, औ वर्णस्य स्थाने आव् आदेशः च सम्पन्नः अस्ति. ए ऐ ओ औ इत्येतेभ्यो वर्णेभ्यः स्वरे परे एकारस्य स्थाने ऐ, ऐकारस्य स्थाने आय्, ओकारस्य स्थाने औ, औकारस्य स्थाने आव् इति आदेशः भवति. हा, इति अस्ति. इति अस्माभिः अनुभूतं मिलित्वा अत्र उदाहरणानि दृष्ट्वा. तर्हि तदर्थम् एकं सूत्रमस्ति, इदानीं करपत्रे पश्येम सूत्रमस्ति कथमस्ति इति. रक्षाभगिनी किञ्चित् पठित्वा प्रतिपादयति वा यान्तवान्तादेशसन्धिः? यान्तवान्तादेशसन्धिः एचो यवा यावः एचः ए ओ ऐ औ इत्येषां स्थाने क्रमेण ऐ औ ऐ आव् इत्यादेशाः भवन्ति अचीपरे. क्रमेण इत्युक्तं यथासङ्ख्यम् अनुदेशः समानम् इति परिभाषासूत्रस्य साहाय्येन. ऐ च औ च आय् च आव् च तेषाम् इतरेतरद्वन्द्वः अयवायावः एचः षष्ट्यन्तम्, अयवायावः प्रथमान्तं. द्विपदमिदं सूत्रम् इकोयणचि इत्यस्मात् अचि इत्यस्य अनुवृत्तिः, संहितायाम् इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रम् एचः अयवायावः अचि संहितायाम्. अस्तु, एचोयवायावः इति यान्तवान्तादेशसन्धिविधायकं सूत्रम् अस्ति. अत्र उक्तमस्ति यत् एचः स्थाने क्रमेण ऐ अव् आय् आव् इत्यादेशाः भवन्ति इति. एच् प्रत्याहारे ए ओ ऐ औ इति अन्तर्भूताः, ते सर्वे मिलित्वा, तान् सर्वान् मिलित्वा एचः इति. तस्य स्थाने क्रमेण ऐ औ ऐ अपि च आवादेशाः भवन्ति इति. तर्हि अत्र तु एच् प्रत्याहारे चत्वारः वर्णाः सन्ति, आदेशाः अपि चत्वारः. तर्हि कस्य स्थाने कः आदेशः भवति इति निर्णेतुं पुनः एकं परिभाषासूत्रम् अस्ति, यथा सङ्ख्यम् अनुदेशः समानम् इति. अनेन सूत्रेण क्रमेण ए स्थाने ऐ आदेशः, ओ स्थाने अव आदेशः, ऐ स्थाने आय् आदेशः, अपि च औ स्थाने आव् आदेशः इति भवति. तदेव उक्तमस्ति. अपि च ऐ च औ च आय् च आव् च तेषाम् इतरेतरद्वन्द्वसमासः अयवायावः इति. एचः षष्ट्यन्तम्, एच् इति स्थानी अस्ति, यस्य स्थाने आदेशः भवति अतः एचः इति षष्ट्यन्तम्. अयवायावः आदेशः अस्ति अतः प्रथमान्तमस्ति द्विपदमिदं सूत्रम्. इको यणचि इत्यस्मात् अचि इत्यस्य अनुवृत्तिः संहितायाम् इति अधिकारसूत्रम् अस्ति अस्मिन् सूत्रे. आहत्य अनुवृत्तिसहितसूत्रं भवति यचः अयवायावः अचि संहितायाम् इति. हा, सुन्दरं, धन्यवादः भगिनि. तर्हि अत्र उक्तमस्ति यथा सङ्ख्यम् अनुदेशः समानम् इति परिभाषासूत्रं, परिभाषासूत्रम् एतावत् अस्माभिः दृष्टं विधिसूत्रं, संज्ञासूत्रम्. अपरस्मिन् करपत्रे यद् उक्तं, यत् पत्रम् उक्तं मया, तत्र अन्ते तत् षड् विधसूत्राणि, षड्प्रकारकाणि सूत्राणि इति दत्तं. तत्र प्रथमतया संज्ञासूत्रं, सुप्तिङन्तं पदम् इति उदाहरणम्. अनन्तरं द्वितीयं यत् लिखितमस्ति परिभाषासूत्रं, परिभाषासूत्रम् इति साहाय्यकसूत्रं. स्वयं किमपि कार्यं पृथक्तया न साधयति, कुत्रचित् आगच्छति यथा सङ्गं यथावश्यकम् आगत्य साहाय्यं करोति. यथा स्थानान्तरतमः, यत्र वयं न जानीमः कः वर्णः, यथा सवर्णदीर्घसन्धिः, तत्र स्थानान्तरतमः इति, यः वर्णः समानस्थले उच्चार्यते इति स्थानान्तरतमः साहाय्यकसूत्रमिति कृत्वा परिभाषासूत्रम्. अत्र अत्रापि तथा, नाम यथा सङ्ख्यम् अनुदेशः समानम् इति पृथक्तया एकाकी भूत्वा किमपि कार्यं न साधयति. एवमेव यथा सङ्ख्यम् अनुदेशः समानमिति आनयामः चेत् किमपि कार्यं न भवति. इदं सूत्रं वदति यत् अत्र यथा एचो युवायावः इत्यस्मिन्, नाम ए स्थाने ऐ भवति वा अव् भवति वा आय् भवति वा आव् भवति वा इत्यस्यां दशायाम् इदं सूत्रं यथासङ्ख्यमनुदेशः समानम् इति क्रमेण, यस्मिन् क्रमे उच्यते सूत्रे एच् इति प्रत्याहारः अस्ति, ए ओ ऐ औ इति क्रमः अस्ति, तत्र सूत्रे पुनः क्रमेण उक्तमस्ति ऐ अव् आय् आव्. अतः क्रमेण ए स्थाने ऐ, ओ स्थाने अव्, ऐ स्थाने आय्, औ स्थाने आव् इति क्रमः भवति. कथं जानीमः? अनेन परिभाषासूत्रेण. तर्हि एतावता संज्ञासूत्रं नाम किं, परिभाषासूत्रं नाम किं, विधिसूत्रं नाम किम् इति, अपि च अधिकारसूत्रमपि अस्माभिः अनुभूतं संहितायाम् इति. अस्य अनुवृत्तिः बहुषु सूत्रेषु क्रमेण भवति इति चेत् संहितायां तत्र अधिकारसूत्रमस्ति. अग्रे नियमसूत्रम् इति प्रायः अस्मिन् वर्गे न भविष्यति. अधिदेशसूत्रमिति प्रायः अपि न स्यात्. अस्माकं संज्ञासूत्रं, परिभाषासूत्रं, विधिसूत्रम्, अधिकारसूत्रम् इति चतुर्विधसूत्राणि इदानीम् अस्माकम् अनुभवे अस्ति, अपि च प्रयोगे भविष्यति अग्रे गत्वा. अस्तु, ज्ञातवान् देशसन्धिः इति अस्ति. अग्रे पठेम तर्हि. लक्ष्मीभगिनी कृपया अग्रे कोष्टके. ये ऐ ओ औ योगः स्वरः अस्ति चेत् ऐ आय् औ आव् योगः स्वरः इति सम्भवति यान्तवादितादेश सन्धौ ऐ महोदय हा हा इति अस्माभिः अनुभूतम् आसीत् सूत्रे खलु सूत्रप्रसङ्गे कस्यचित् प्रश्नः अस्ति वा एचो यवायावः अत्र एचः तत्र केवलं विसर्गसन्धिः अस्ति अग्रे गत्वा वयं ज्ञास्यामः एचः अयवायावः इति कृत्वा एचो यवायावः इति विसर्गसन्धिः अस्ति किन्तु एचः अयवायावः इति विच्छेदं कृत्वा अस्ति अस्तु भगिनि अग्रे ऐ आय् इत्येतौ यान्तौ अन्ते यकारः अस्ति इत्यर्थः औ आव् इत्येतौ वान्तौ अस्मिन् सन्धौ यान्तवान्ताः पूर्ववर्णस्य स्थाने आदेशाः भवन्ति अतः यान्तवान्तादेशसन्धिः इति एतस्य नाम वदतु कृपया अर्थः कः ऐ आय् द्वौ अपि यान्तौ अन्ति द्वयोः अन्ते यकारः अस्ति इत्यर्थः तदर्थं यान्तौ इति वदामः यान्तौ इत्युक्ते यः यकारः अन्ते अस्ति यस्य अन्ते यकारः अन्ते यकारः अस्ति औ आव् इत्येतौ वान्तौ इत्युक्ते तेषाम् अन्ते वकारः अस्ति वस्तुतः बहुव्रीहिसमासः अस्ति अग्रे द्रक्ष्यामः नाम यः यकारः अस्ति इति न यस्य अन्ते यः अकारः अस्ति यस्य अन्ते अकारः अस्ति सः यान्तः यस्य अन्ते वकारः अस्ति सः वान्तः इति अर्थः अस्ति अग्रे गत्वा द्रक्ष्यामः समासविषये एकं प्रश्नं पृच्छामि पूर्वस्य स्थाने आदेशाः भवन्ति किम् आदेशः आदेशः भवन्ति कुत्र आदेशः आदेशः अस्मिन् सन्धौ यान्तवान्ताः पूर्ववर्णस्य स्थाने आदेशाः भवन्ति तर्हि केषां स्थाने इति चेत् तत्र ए ऐ औ औ इत्येषां स्थाने क्रमेण ऐ आय् अव् आव् तेषां स्थाने यथा प्रथमम् उदाहरणमस्ति हरे योगः ए तत्र एकारस्य स्थाने ऐ विष्णो योगः ए ओकारस्थाने अव् इति क्रमेण अग्रे वयं दृष्टवन्तः खलु स्थाने किं भवति अस्तु अस्तु समीचीनमस्ति तर्हि अजय महोदय कृपया अग्रे रिक्तस्थानानि पूरयत भूमावसपत्नम् आव् स्थाने औ भूमौ असपत्नम् बहु समीचीनमस्ति महोदय तथैव अस्ति अग्रिमं करोतु कृपया द्वितीयं नयि योगः अकः ऐ स्थाने आय् आदेशः नायाकः पुनः वदतु सम्यक्तया फलं किम् ऐ स्थाने आय् आदेशः करोतु आय् अकः नायकः नायाकः इति नास्ति किन्तु खलु नायकः बहु समीचीनमस्ति. अग्रे गच्छेम तर्हि. अभिनवमहोदय अग्रे कृपया. औ योगः अकः. औकारस्य स्थाने आव् भवति, पावकः भवति. इति अस्ति. भवान् एव अग्रे पठतु कृपया. पूर्वरूपसन्धि एते उदाहरणे परिशीलयत् मे परिशीलयत परिशीलयत् मे योग अच्युत मो योग ए योग अ योगच्युत म योग ए योगच्युत मे च्युत. अत्र पश्यतु महोदय, अत्र मे योगः अच्युत इति अस्माकम् एतावता अवगमनम् अनुसृत्य किं भवति स्म? मे युगः अच्युत इति किं भवेत्? नाम पूर्वम् एकारः अनन्तरम् अकारः इति स्थितौ, नाम सवर्णदीर्घसन्धिः अथवा गुणसन्धिः अथवा विद्धिसन्धिः अथवा यान्तवान्तादेशसन्धिः किं किं स्यात् अत्र दृष्ट्वा पूर्वम् एकारः अनन्तरम् अकारः? यण् सन्धि इति चेत् एकः यण् अचि परे एक प्रत्याहारे के वर्णाः अन्तर्भूताः? एक पञ्चमे पुटे पश्यतु. एक मम प्रश्नः कः? एक प्रत्याहारे के वर्णाः? एक प्रत्याहारे महोदय अस्ति. महोदय अस्मि. हा वदतु किञ्चित्. पञ्चमे पुटे एक प्रत्याहारे के वर्णाः अन्तर्भूताः? नावगच्छति वा? नावगच्छामि. अत्र नूतनविषयः नास्ति. प्रत्याहारः नाम कः इति एतत् सर्वं अधीतवन्तः खलु. नाम प्रत्याहारः इति वर्णसमूहः अस्ति. माहेश्वरसूत्रेषु तत्र वर्णसमूहः दीयते. तत्र एक इकारात् आरभ्य क पर्यन्तं क इति यत्संज्ञकः वर्णः. तर्हि पञ्चमे पुटे पश्यति वा? किन्तु कस्मात् वर्णात् आरभ्य एक एक एक इति प्रत्याहारः? एक बालसुब्रह्मण्यं वदतु. तत्र किञ्चित् साहाय्यं करोतु कृपया. महोदय अस्ति. हरि ओम्. इति वर्ण अभिनवमहोदय वदति वा? आम्. हा पृच्छति वा वदति वा? पृच्छामि. वदतु. इति अस्ति वर्णः भवन्ति. हा नाम एक् प्रत्याहारः. अक् प्रत्याहारः अस्ति चेत् तत्र एच् एच् एच् प्रत्याहारः. एच् प्रत्याहार तर्हि ऐ औ. हा पुनः वदतु सम्यक्तया. ए ओ ऐ औ. हा इति अस्ति. इदानीं सिद्धान्तः स्पष्टः स्यात्. तर्हि यण् सन्धौ तत्र एक् प्रत्याहारः अस्ति इ उ ऋ. अत्र मे इत्यस्य एकारः तत्र अन्तर्भूतः वा? अस्माकं प्रकृतौ उदाहरणे मे योगः अच्युत एकारः एक् प्रत्याहारे अन्तर्भूतः वा नास्ति. अतः यन्सन्धिः सम्भवति वा नास्ति. तर्हि किं स्यात् अत्र? सुमित्रभगिनी किञ्चित् साहाय्यं करोति वा? आं महोदय, वृद्धिसन्धेः एच् इति अस्ति. वृद्धिसन्धिः अस्ति चेत् तत्र प्रथमवर्णः कः? वृद्धिसन्धौ तत्र वृद्धिसन्धिः तत्र सूत्रं पश्यति चेत् पूर्वपरयोः आत् एचि तत्र व्याख्यायां किमस्ति? अवर्णात् अचि परे नाम अवर्णात् अवर्णात् इति किम् उच्यते? अवर्णात् अकालः आकारः. अत्र एकारः तत्र भवति वा अकार आकारयोः मध्ये? नाम एक आत् नास्ति खलु? नाम वृद्धिसन्धौ प्रथमतया अकारः आकारः अनन्तरमेव एच्. अत्र तथा नास्ति खलु? पूर्वतनवर्णाः एच् नास्ति, आक् एव वृद्धेः. अतः अत्र नयन्सन्धिः न वा वृद्धिसन्धिः. अत्र गुणसन्धिः सम्भवति वा? अवर्णात् अचि परे अवर्णात् अवर्णात् अत्र अत्रापि अकारः आकारः अति प्रथमं. सर्वे पश्यन्तु यन्सन्धौ तत्र एक् इ ऊरुलृ इति आरम्भे अस्ति. इ ऊरुलृ अनन्तरम् आद्गुणः इति गुणसन्धौ तत्र प्रथमवर्णः अकारः आकारः अतीवमहत्त्वपूर्णबिन्दुः अस्ति अत्र सर्वेषां कृते. गुणसन्धिः तदानीं सम्भवति यदा प्रथमवर्णः अकारः अथवा आकारः. वृद्धिसन्धिः अपि तथा, प्रथमवर्णः अकारः आकारः. अत्र सम्भवति वा मे अच्युत इति अस्यां दशायाम्? अत्र किम् अत्र यातवान्तादेशसन्धिः सम्भवति वा? परन्तु यान्तावान्तादेशे एचो यावः एच् पूर्वतनस्वराः. एचो युवायवः एचः स्थाने क्रमेण ऐ अव् ऐ आव् इति आदेशः भवन्ति अचिपरे. अत्र तथा अस्ति वा? प्रथमम् एच् अनन्तरम् अच्? नाम एकारः एच् प्रत्याहारे अस्ति वा? अस्ति. अनन्तरम् अकारः अच्युत यस्य अकारः अच् प्रत्याहारे अस्ति वा? अस्ति. तर्हि किं यान्तवान्तादेशः इत्यस्य अत्र प्रसङ्गः अस्ति वा? वस्तुतः अहं वदामि, अस्तु सर्वे पश्यन्तु, अत्र एचो युवायावः इत्यस्य प्रसङ्गः अस्ति. अत्र प्रसङ्गः अस्ति. उपरि अस्माभिः अपि तथा दृष्टमस्ति यत् एकोयनचि इति इच्छति इति तत्र एकोयनचि इति कार्यं कर्तुं सिद्धं भवति सूत्रम्. एकोयनचि इति इच्छति इत्यस्यां दशायां भवति स्म, यतोहि एक् इति इच्छति इत्यस्मिन् इति इत्यस्य इकारः एक् प्रत्याहारे अस्ति. इच्छति इच्छति इति अचि परे तर्हि एकोयनचि अपि आगच्छति किन्तु अकः सवर्णदीर्घः अपि आगच्छति तत्र तत्र सङ्घर्षः भवति युद्धं द्वयोः सूत्रयोः मध्ये तत्र जयः भवति अकः सवर्णदीर्घः इत्यस्य यतोहि तत्र नाम इति इच्छति इत्यस्यां दशायाम् एकोयनचि कार्यं करोति चेत् अकः सवर्णदीर्घः इति सूत्रं व्यर्थं भवति निरर्थकम् इति कृत्वा अकः सवर्णदीर्घः इत्यस्य अवसरः अवसरः अपि भवतु इति विचिन्त्य तत्र अकः सवर्णदीर्घः इति भवति अत्रापि तथा अत्रापि नाम एचो युवायावः मे युगः अच्युत इत्यस्यां दशायां तस्य प्रसङ्गः अस्ति किन्तु तस्य प्रसङ्गः विशालः अस्ति इतोपि इतोपि विशिष्टं सूत्रं भवति यथा इति इच्छति इति इच्छति इत्यस्यां दशायाम् अकः सवर्णदीर्घः इति विशिष्टसूत्रमस्ति अतः तस्य अवसरः भवतु इति कृत्वा एकोयनचि तत्र कार्यं न करोति नो चेत् इति इच्छति इत्यस्यां दशायाम् इकारस्य स्थाने यकारः भवति स्म किन्तु तथा न भवति द्वयोः इकारयोः स्थाने दीर्घ इकारादेशः भवति इति इच्छति इति इच्छति न तु इति इत्यस्य इकारस्य स्थाने यान् इति रीत्या अत्रापि अतः वयं वदामः यत् अकः सवर्णदीर्घः इति एकोयनचि तत्र अपवादभूतसूत्रमस्ति अपवादः तया शक्त्या अकः सवर्णदीर्घः इति कार्यं करोति अत्रापि तथा एचोयवायवः इति नाम अत्र ए इत्यस्य ऐ आदेशः भवति स्म अत्र सर्वे अवगच्छन्तु अत्र मे अच्युत इति ए इत्यस्य स्थाने ऐ आदेशः भवति स्म किन्तु न भवति यतोहि अन्यत् सूत्रमस्ति इदानीं द्रक्ष्यामः किं सूत्रमस्ति यत् सूत्रं विशिष्टमस्ति तत् नूतनसूत्रं न भवति चेत् अत्र तत् सूत्रं निरर्थकं भविष्यति निरर्थकं भविष्यति इति कृत्वा तद् तदेव सूत्रं भवति न तु एचो युवावः किमर्थमिति अग्रे द्रक्ष्यामः अस्तु समीचीनमस्ति बालसुब्रह्मण्यं महोदय अग्रे वदति वा एते उदाहरणे परिशीलेत द्वितीयं योग अच्युत योग अच्युत योग ए योगच्युत मे च्युत मध्ये अवकरः अस्ति मे च्युत अत्र सन्धिः नाम किं पूर्वरूपसन्धिः पूर्वरूपसन्धिः अत्र पुनः पूर्वपरयोः इति अस्ति पूर्वपरयोः स्थाने एकारः नाम ए अ म ए अ च्युत तत्र म अ अनयोः द्वयोः पूर्वपरयोः स्थाने एकारादेशः जातः मे च्युत द्वितीयं पठतु द्वितीयं तुमुलो योग अभवत् तुमुल् योग ओ योग अ योग भवत् तुमुल् योग ओ योग भवत् तुमुलो भवत् इति स्थितिः अस्ति इति स्थितिः अस्ति तत् तदर्थं पूर्वरूपसन्धिः इति अस्ति अखिल भगिनी अग्रे पश्यति वा तत्र करपत्रे पूर्वरूपसन्धिः पूर्वरूपसन्धिः यान्तावान्तादेशसन्धि अपवादः एङः पदान्तादधि पदान्तात् एङ् वर्णात् अतिपरे पूर्वपरयोः स्थाने पूर्वरूपः एकादेशः स्यात् पदान्तेङ्गो अति परे पूर्वपरम् एकादेशः स्यात् एङः पञ्चम्यन्तं पदान्तात् पञ्चम्यन्तम् अतिसप्तम्यन्तं त्रिपदमिदं सूत्रम् अमि पूर्वः इत्यस्मात् पूर्वः इत्यस्य अनुवृत्तिः एकः पूर्वपरयोः संहितायाम् इत्यनयोः अधिकारः अनुवृत्तिसहितसूत्रं पदान्तात् एङः अति पूर्वपरयोः एकः पूर्वः संहितायां तर्हि सूत्रमस्ति एङः पदान्तात् अति इति प्रथमम् एङः इत्युक्ते तत्र वयं यथा माहेश्वरसूत्रे दृष्टवन्तः सूत्रेषु तत्र ए ओङ् इति अस्ति तर्हि तस्मात् एङ् इत्युक्ते ए अपि च ओ इति वयं जानीमः पञ्चमे पुटे सर्वे पश्यन्तु पञ्चमे पुटे प्रत्याहाराः एङ् इति तृतीयः तृतीयं सूत्रं तृतीयः प्रत्याहारः ए ओङ् इति एङ् अस्तु भगिनि अग्रे तर्हि सूत्रं वदति पदान्तात् एङः इत्युक्ते पदान्ते यदा एङ् वर्णः इत्युक्ते ए अथवा ओ इति वर्णौ स्तः चेत् तद् अनन्तरम् अति अति इत्युक्ते तत्र तपरस्तस्कालस्य इति सूत्रेण अत् इति अत् इत्युक्ते केवलम् अवर्णः तर्हि अवर्णः तदन इति अकारः हा अकारः ह्रस्वकारः इति अत् इत्युक्ते अकारः तर्हि तदनन्तरम् अकारः आगच्छति चेत् तत्र पूर्वपरयोः स्थाने एकादेशः भवति इत्युक्ते तत्र पूर्वरूपः एकादेशः भवति इत्युक्ते पूर्वरूपः इत्युक्ते ए अथवा ओ इति तत्र एकादेशः भवति इति अस्ति तर्हि तत्र पदान्तात् एङः इति तत्र पदान्तात् इति पञ्चम्यन्तम् एङः इत्यपि पञ्चम्यन्तम् पञ्चम्यन्तम् इति कृत्वा तत्र कार्यं तदनन्तरं भवति अति इति तत्र अत् इति अत् इत्युक्ते अकारः अत् इत्यस्य सप्तमी विभक्ति तर्हि अति इत्युक्ते पूर्वकार्यं तर्हि अत् पूर्वम् अपि च एङः अनन्तरं कार्यं भवति संहितायाम् इत्युक्ते वयं पूर्वमपि दृष्टवन्तः किम् इति इत्युक्ते यदा नैकत्यं तदेव तत्र तर्हि तत्र यत्र ए अथवा ओ अपि च अकारस्य अतीवसामीप्यं भवति तत्र अपि च एङः पदान्ते अस्ति चेत् तदा एतस्य सूत्रस्य प्रसक्तिः तर्हि एकारस्य ओकारस्य अपि च अकारस्य स्थाने अत्र एकारः वा अथवा ओकारः वा एकादेशः भवति समीचीनमस्ति बहु सम्यक् अस्ति पदान्तात् तत्र अनुवृत्तिसहितसूत्रं सर्वे पश्यन्तु पदान्तात् एङः अति पूर्वपरयोः एकः पूर्वः संहितायां कः एकः यः पूर्वः अस्ति सः एकः पूर्वः संहितायाम् इति आदेशः भवति अत्र पदान्तात् इत्यनेन इदं सूत्रं विशिष्टमस्ति यतोहि एचोयवायावः इति सूत्रम् इत्यस्य सूत्रस्य कार्यक्षेत्रं विशालमस्ति सर्वत्र सिद्धः भवति पूर्वम् एच् अनन्तरम् अच् इति कृत्वा सर्वत्र सिद्धमस्ति इदं सूत्रं कार्यस्य करणार्थं किन्तु अत्र पदान्तात् इत्युक्तं नाम एचोयवायावः पदान्ते अपदान्ते सर्वत्र किन्तु एङः पदान्तात् अपि अति इति केवलं पदान्तात् इति कृत्वा एचोयवायावः इति पदान्ते तस्यां दशायां कार्यं करोति चेत् एङः पदान्तात् अपि पदान्तात् अति इति सूत्रं निरर्थकं भविष्यति व्यर्थं निष्प्रयोजनम् इति कृत्वा एङः पदान्तादति इति अपवादसूत्रमस्ति एचोयवायावः इत्यस्य इति सूत्रं प्रति अत्र स्पष्टमस्ति वा कोऽपि प्रश्नः महोदय पदान्तात् अपदान्तात् अर्थं भिन्नं किम् अस्ति अपदान्तात् पदान्तात् हा इति तत्र पदम् इत्युक्ते सुप्तिङन्तं पदम् इति सूत्रमस्ति सुप्तिङन्तं पदम् अत्र पश्यन्तु दशमे पुटे पदं द्विविधमस्ति पदं द्विविधमस्ति सुबन्तं तिङन्तम् अस्तु तर्हि यस्य अन्ते सुप् प्रत्ययः अस्ति सु औ जस् अम् ओट् शस् इत्यादयः एकविंशतिः प्रत्ययाः सन्ति. येषां पदानाम् अन्ते सुप्रत्ययाः सन्ति अन्यतमः, तेषां नाम सुबन्तम् अथवा पदमस्ति, पदसंज्ञा. पदम् इति नामकरणं, पद इति पारिभाषिकशब्दः अस्ति. पदं नाम विशिष्टं, नाम विशिष्टं विशिष्टशब्दः अस्ति. पदं सुबन्तं भवति अथवा तिङमन्तं भवति. तर्हि अत्र पश्यतु यत् उपरि अभ्यासः आसीत् खलु, तत्र नञ् योगः अकः नायकः इति जातं. द्वितीय अभ्यासः आसीत् उपरि, ज्ञातवन्तः सन्तौ. नञ् योगः अकः, अत्र नञ् इत्यस्य पदसंज्ञा अस्ति वा इति प्रश्नः. नञ् नाम नञ् इति रूपस्य अन्ते सुप् इति कश्चन प्रत्ययः अथवा तिङ् इति कश्चन प्रत्ययः अस्ति वा? इति नास्ति, नास्ति इति. अत्र नञ् इति पदं नास्ति, नञ् इत्यस्य पदसंज्ञा नास्ति, पदं नास्ति. यथा बालकः इति पदमस्ति, बालकः इति पदमस्ति. अत्र नञ् इति नायकशब्दस्य निर्माणार्थम् अवयवाः, भागाः भवन्ति. अत्र नञ् इति कश्चन अवयवः अथवा भागः भवति नायकशब्दस्य. नायकः इति शब्दः सुबन्तशब्दः, सुप्रत्ययः अन्ते यस्य सः इति सुबन्तशब्दः. यतोहि सु औजस् नायकः इत्यस्य प्रथम अस्ति सु. इदानीं कथं सु इति अह भवति इति नास्ति चिन्ता, किन्तु अत्र नायकः इत्यस्य अन्ते सुप्रत्ययः अस्ति इति कृत्वा सुबन्तपदमस्ति नायकः. किन्तु नञ् इति नास्ति तथा, नञ् इति नास्ति तथा, केवलम् अवयवः. किन्तु इदानीं पूर्वरूपसन्धौ तत्र प्रथमम् उदाहरणमस्ति मे अच्युत. नाम भवत्याः प्रश्नः अतीवमहत्त्वपूर्णः अस्ति. अत्र मे योगः अच्युत, अत्र मे इति सुबन्तपदमस्ति. मे इति नाम सर्वनामपदमस्ति, सुबन्तपदमस्ति इति कृत्वा पदान्ते अस्ति. अत्र अयम् एकारः पदान्ते अस्ति, किन्तु उपरि नञ् योगः अकः इत्यस्मिन् ऐ इति ऐकारः पदान्ते नास्ति, अपदान्ते अस्ति. अपदान्ते अस्ति. अतः अथवा नाम यान्तमातादेशसन्धेः तत्र प्रथमम् उदाहरणमासीत्, तत्र हरियोगः ए हरये इति उदाहरणं समीचीनमस्ति. हरे योगः ए हरये. अत्र हरे इति सुबन्तशब्दः नास्ति, सुबन्तशब्दस्य कश्चन भागः अस्ति. अतः अत्र एङः पदान्तादति इति सूत्रं कार्यं कर्तुं न शक्नोति. यद्यपि एङ् ए ओ इत्यनयोः मध्ये एकारः अन्तर्भूतः अस्ति, तथापि किमर्थं पदान्ते नास्ति अपदान्ते अस्ति? अस्तु महोदय, विष्णो ओकारः अपदान्ते अस्ति. हा हा, सत्यं सत्यम्, ओकारः अपदान्ते अस्ति. अतः अत्र एङः पदान्तादति इति कार्यं कर्तुं न शक्नोति, किन्तु एचो युवायावः इति शक्नोति, कार्यं करोति. हा अस्तु, समीचीनमस्ति महोदय. यान्तवान्तादेशः सन्धिः चतुर्थी विभक्ति समानं महोदय? चतुर्थी विभक्त्यन्तपदस्य निर्माणार्थम् अस्य सन्धेः प्रयोगः भवति. हरये विष्णवे तस्य निर्माणार्थं यान्तवान्तादेशसन्धिः उपयुज्यते अस्माभिः. अत्र पूर्वरूपसन्धेः अवसरः नास्ति इति वार्ता अस्ति. अनन्तरं सहदेव महोदय, मह्यं तत्र ईमेल् प्रेषयतु, भवतः प्रश्नः कः इति अनन्तरं लिखित्वा मह्यं प्रेषयतु वा, चर्चयामः ईमेल् माध्यमेन चर्चयामः. अस्तु, अग्रे गच्छेम तर्हि. लक्ष्मीभगिनी अग्रे पठतु कृपया एतयोः एतयोः उदाहरणयोः ये ओ इति वर्णाभ्यां परतः अकारः अस्ति तत्र ये ओ योगः अकारः इति वर्णयोः स्थाने ये ओ इत्यादेशः सम्पन्नः अस्ति तदेव वयं दृष्टवन्तः द्वे उदाहरणे अपि आमामां हा इति अस्ति हा अग्रे अत्र चिह्नमस्ति तत् किं महोदय अस्य चिह्नस्य नाम कोऽपि जानाति वा सम्यक् अवग्रहः इदं चिह्नं स्पष्टप्रतिपत्तये लिख्यते पाणिनिना तु न विहितम् केवलं स्पष्टीकरणार्थमस्ति पदान्तात् एकारात् अकारे परे एकारः पदान्तात् ओकारात् अकारे परे ओकारः इति पूर्वपरयोः स्थाने एकादेशो भवति पूर्ववर्णः ए ओ आदेशः भवति अतः पूर्वरूपसन्धिः इति अस्य नाम हा पूर्वरूपसन्धिः इति अस्य नाम समीचीनमस्ति स्पष्टं जातं नाम अस्य कार्यं कुचिदेव भवति पदान्ते अस्ति चेत् तर्हि पदान्ते अस्ति चेत् अस्माकं व्यवहारे अस्ति नाम सामान्यसम्भाषणे अस्य अवसरः भविष्यति यतो हि पदान्ते अस्ति पदान्ते एकारः अथवा औकारः अस्ति चेत् अपि च अग्रे ह्रस्व अकारः अस्ति चेत् तर्हि आनन्देन कुर्वन्तु सन्धिं कुर्वन्तु अभ्यासं कुर्वन्तु एतादृश गृहपात्ररूपेण सर्वे कानिचन वाक्यानि लिखन्तु विशेषतः एकारः इत्यस्य अवसरः भवति पदान्ते बहुत्र एकारः पदस्य अन्ते कोऽपि वक्तुमिच्छति वा उदाहरणं कोऽपि अत्र कः अपि को इति तत्र विसर्गसन्धिं कृत्वा को अपि सर्वे पश्यन्तु कः अपि तत्र विसर्गसन्धिं कृत्वा को अपि तत्र उकारः पदान्ते अस्ति तत्र समीचीनमस्ति भगिनि तर्हि अत्र कोऽपि इति को अपि तत्र पूर्वरूपसन्धिः भवति यातवान्तसन्धेः तत्र अवसरः आसीत् किन्तु तत् सूत्रं प्रबाद्य अत्र एङः पदान्तादति इति कार्यं कृत्वा पूर्वरूपदेशं विदधाति अतः कोऽपि अपि पुष्पभगिनी वदतु उदाहरणं सर्वेपि सर्वे अपि बहु समीचीनमस्ति पश्यन्तु तत्र व्यवहारिकसूत्रम् सूत्रमस्ति अस्माकं सम्भाषणे भवति सर्वे अपि तत्र यान्तवान्तसन्धिः भवति स्म सर्वे अपि यान्तवान्त तत्र पुष्पभगिनी करोतु तत्र किं भवति यदि यान्तवान्तसन्धिः भवति चेत् भवति चेत् नास्ति नास्ति दोषाय अस्ति दोषाय अस्ति तत्र एचो युवायावः इति कृत्वा तत्र एकादश स्थाने ऐ आदेशः सर्वै अपि इति भवति स्म तन्न भवति किन्तु खलु सर्वै अपि इति भवति स्म किन्तु न भवति तस्य सूत्रस्य प्रसक्तिः प्रसङ्गः अस्ति किन्तु पदान्ते अस्ति इति कृत्वा एङि एङः पदान्तादति इति सूत्रं करोति कार्यम्। अतः पूर्वरूपसन्धिः अस्ति, एकारः अकारः तयोः स्थाने एकः पूर्वरूपादेशः भवति एकारः। सर्वेपि तत्र अवग्रहः लिख्यते अस्माभिः, अवग्रहः स्पष्टीकरणार्थं, तस्य आवश्यकता नास्ति किन्तु। महोदय एकः प्रश्नः अस्ति, अत्र अकारस्य लोपः न भवति वा? न, लोपः इति न, लोपः इति नास्ति अत्र, पूर्वपरयोः इति अस्ति, पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः, लोपः इति न, लोपः इति नास्ति, पूर्वपरयोः नाम यद्यपि सर्वेपि इत्यस्मिन् एकारः दृश्यते, सः एकारः सर्वे इत्यस्य मूल एकारः नास्ति, एकारः अपि अपगच्छति, अपि इत्यस्य अकारः अपि अपगच्छति, द्वयोः स्थाने लोपः इति न, द्वयोः स्थाने नूतन द्वयोः स्थाने नूतनः एकारादेशः भवति, मूलः एकारः न। एवं नास्ति यत् एकारः यथावत् तिष्ठति अपि इत्यस्य अकारः अपगच्छति लोपः इति नास्ति, एकार अकारयोः स्थाने एकारादेशः भवति सर्वेपि इति स्थितिरस्ति। समीचीनं वा? महोदय हा अस्तु। इदानीं निमेषद्वये निमित्तचतुष्टयम् अस्ति, अग्रे किञ्चित् चिन्तयामः। इदानीं विद्याभगिनी। आम् महोदय, अग्रे पठतु कृपया। पररूपसन्धि वा? आम्। पररूपसन्धिः, एतानि उदाहरणानि परिशीलयत। प्रयोगः यजते, प्रयोगः अयोगः ये योगः जते, प्रयोगः ये योगः जते, प्रेजते। हा, इदानीं प्रयोगः एजते, अत्र अपरस्य कस्यचित् सन्धेः अवसरः अस्ति वा? नाम सवर्णदीर्घसन्धिः, गुणसन्धिः, वृद्धिसन्धिः, यातवान्तदेशसन्धिः, पूर्वरूपादेशः, एषु कस्यचित् प्रसक्तिरस्ति वा? वृद्धिसन्धिः, वृद्धिसन्धिः, हा नाम पूर्वम् अकारः अनन्तरम् एकारः खलु। बहु समीचीनमस्ति, बहु सम्यक् अस्ति। वृद्धिसन्धिविधायकसूत्रं किम्? वृद्धिरेचि इत्यस्य अत्र प्रसक्तिः अस्ति, यया रीत्या पूर्वं मे अच्युत तुमुलो अभवत् इत्यनयोः स्थानयोः तत्रापि एचो युवायावः इति कार्यं कर्तुं सिद्धमासीत्, किन्तु तत् सूत्रं प्रबाध्य एङः पदान्तादति इति कार्यं जातं तस्य, अत्र तया एव रीत्या प्र एजते इत्यस्मिन् वृद्धिसन्धिः भवति स्म, विधिरेचि इत्यस्य प्रसक्तिरस्ति, किन्तु तत् सूत्रं प्रबाद्य नूतनं सूत्रं भवति, हा प्र एजते इति विशिष्टं सूत्रं यथा पूर्वरूपसन्धिविषये। हा, तत्र किं जातम्? अकार एकारयोः स्थाने किं जातम् अस्ति? अकार एकारयोः स्थाने एकारः आगच्छति। हा, इति कृत्वा प्रेजते। अस्तु, समीचीनमस्ति। अग्रे श्रीनिवासमहोदय, अग्रे। आम् महोदय, उप योगः उषति, उप योगः अयोगः ओ योगः शति, उपयोग उपयोग शति। अत्र अकार ओकार सन्धिः भवति महोदय। हा, कः सन्धिः भवति स्म? वृद्धिसन्धिसम्भवं खलु खलु नाम अकारः औकारः नाम तत्र वृद्धिं कृत्वा औ यथा उपरि अयोगः ए ऐ नाम प्रयुजते इति भवति स्म अत्र उपयोगः ओषति अकार ओकारयोः संयोजनेन तत्र औ इति भवति स्म उपौषति इति भवति स्म परन्तु अत्र पररूपसन्धिः कश्चन अस्ति अग्रे सरला भगिनी अग्रे शिवाय योग ओ नमः योग ओ तस्य स्थाने ओ आगच्छति शिवायो नमः भवति हा अत्र अत्रापि तत्र तादृशमासीत् आम् वृद्धिसति सम्भवति पर किन्तु विशिष्टकार्यम् अस्ति हा इति कृत्वा अग्रे अग्रे अग्रे हरीशमहोदय अस्ति वा महोदय आम् एकः प्रश्नः अत्र ओ अस्ति वा अथवा ओम् अस्ति वा हा ओम् इति अस्ति अत्र अत्र हरीशमहोदय अस्ति वा एवम् हा अग्रे अग्रे सूत्रं किमस्ति ओ सूत्रं द्रष्टव्यं वा करपत्रे आम् मम पुरस्तात् सम्प्रति नास्ति तत् ओ अस्तु तर्हि रक्षा भगिनी कृपया पररूपसन्धिः वृद्धिसन्धि अपवादः एङि पररूपम् अवर्णान्तात् उपसर्गात् एङादौ धातौ परे पूर्वपरयोः स्थाने पररूपम् एकादेशः स्यात् अवर्णान् समयस्य अभावे किञ्चित् तदेव व्याख्यानं प्रथमवाक्यम् इत्यस्य अर्थः कः इति प्रथमवाक्यमेव अस्य सूत्रस्य अर्थः एङि पररूपम् इति पररूपसन्धिविधायकसूत्रम् अस्मिन् सूत्रे उच्यते यत् अवर्णान्तात् उपसर्गात् वा अवर्णान्तात् उपसर्गात् तत्र विशेषणविशेष्यभावः अस्ति इति चिन्तयामि तर्हि उपसर्गः अवर्णान्तः अस्ति चेत् तस्मात् एङादौ धातौ परे हा तस्मात् उपसर्गात् एङादिधातुः अस्ति चेत् यथा एजते एज् धातुः ओषति इत्यस्मिन् ओषति चिन्तयामि तादृश एङादिधातुः अस्ति चेत् तदा पूर्वपरयोः स्थाने नाम अकार अथवा एङ् इत्यनयोः स्थाने पररूपादेशः भवति इत्युक्ते एङ् प्रत्याहारे यः कोऽपि वर्णः अस्ति सः आदेशरूपेण आगच्छति एङ् प्रत्याहारे के के वर्णाः एङ् प्रत्याहारे ए ओ इति अस्ति हा तर्हि वृद्धिः यया रीत्या पूर्वम् अस्माभिः दृष्टं यत् यातवातसन्धिः भवति स्म किन्तु पूर्वरूपसन्धिः भवति तत् स्थाने अत्रापि तथैव वृद्धिसन्धिः भवति स्म किन्तु पररूपसन्धिः भवति एङि पररूपम् इति अस्ति क्षम्यताम् तत्र शिवाय ॐ नमः इति यः यद् उदाहरणमस्ति तत्र कथम् एतत् सन्धिः भवति महोदय यतोहि तत्र उपसर्गः अपि नास्ति अपि च धातुः अपि नास्ति तर्हि तदपि मया द्रष्टव्यमस्ति यतोहि धातुः नास्ति अत्र किमपि लिखितमस्ति अग्रे द्रष्टव्यमस्ति तत् किञ्चित् परिशील्य अग्रे अग्रे वक्ष्यामि यतोहि सूत्रम् अनुसृत्य नास्ति तथा अन्यत् सूत्रमस्ति वा इति द्रष्टव्यमस्ति अथवा अग्रिमे सप्ताहे वक्ष्यामि यतोहि तत्र कदाचित् विशिष्टपरिस्थितिः भवति अष्टाध्याय्यां तत्र साक्षात् सूत्रं नास्ति इति कृत्वा कदाचित् विशिष्टनियमाः सन्ति परिभाषा अथवा तादृशमस्ति परिशील्य वदामि अग्रिमे सप्ताहे यदि यदि विरमाम इदानीं कश्चित् प्रश्नः अस्ति चेत् ईमेल् माध्यमेन प्रेषयतु कृपया तर्हि समयः जातः अस्तु धन्यवादः सर्वेषां नमस्कारः धन्यवादः धन्यवादः नमस्कारः धन्यवादः।